प्रेरणार्थे निच् हलन्तधातवः, विशेषहलन्तधातवः, तत् सः पाठः इदानीं प्रवर्तते. गतवर्गे कुतः पर्यन्तम् अस्माभिः पठितम्? तर्हि हा, कीर्त् अपि अभवत् तत्र, कीर्त् हली च तदपि अभवत्, अनन्तरं कूर्द्, रदजभ, रभ, लभ, लोपो व्योर्वली, अतो लोपः, अतोपधाया. हा, तर्हि कथधातु इति आसीत् खलु, कथधातु. कूर्द् इति करणीयं महोदय. अस्तु, एकनिमेषः. कूर्द् अभवत्, अचोण्णिति मित् धातवः. अस्तु, तर्हि अस्माकं तत्र प्रश्नः आसीत् खलु, स्थानिवद् भावः अनल्विधौ, स्थानिवद् आदेशः अनल्विधौ इति अस्माकं तत्र प्रश्नः आसीत्, यत् अचः परस्मिन् पूर्वविधौ इति एकम् अस्ति खलु. तत्र कथमध्ये किं भवति, कथ तत्र अकारान्तधातुः अस्ति, तत्र कुत्र पठामः महोदय? गतवर्गे अहं न आसन् आसं, तस्मात् अहं न जानामि कुत्र पठति इदानीं. गतवर्गे भवती न आसीत् वा? न आसीत्, आसीत् भवती आसीत् खलु, अतः परस्मे पूर्व इदौ इति. गतवर्गे चिन्तयामि तत्र भवती अस्तु आसीत् भवते भवती आसीत् कृते भवत्याः सन्देहः आसीत्. अचः परस्मिन् पूर्वविधौ स्थानिवद् आदेशः अनल्विधौ इति आसीत् खलु. तत्र कथ अस्ति, अत्र धातुः अस्ति न, कथधातुः अस्ति, कथ तत्र, हा कथधातुः अस्ति, कथयोगः णिच्. तत्र कथयोगः णिच् मध्ये किम् अस्ति, कथयोगः णिच् इदानीं धातुः अकारान्त अस्ति, लौकिकधातुः एव अकारान्त अस्ति. तर्हि कथयोगः णिच् इदानीं किं करणीयं, कथयोगः इ भवति. इदानीम् एकः सूत्रमस्ति, अतः एकं सूत्रमस्ति, अतो लोपः खलु, अतः लोपः न अतः लोपः एकं सूत्रम् अस्ति, अतः लोपः अतो लोपः सूत्रमस्ति. तर्हि अतो लोपः मध्ये सूत्रमस्ति यत् अदन्त अङ्गस्य अदन्त अङ्गस्य ह्रस्व आकारलोपः भवति आर्धातुकप्रत्ययपरि. तर्हि कथयोगः णिच्, णिच् इति आर्धातुकप्रत्ययः अस्ति खलु, णिच् इति आर्धातुकप्रत्ययः अस्ति खलु, सर्वे जानन्ति खलु, णिच् आर्धातुकप्रत्ययः अस्ति, सार्वधातुक नास्ति, तिङ् नास्ति, षित् नास्ति. तर्हि कथयोगः णिच् इदानीं कथ इति अदन्त अङ्गम् अस्ति, अदन्त अङ्गमस्ति, तत्र ह्रस्व आकारस्य लोपो भवति आर्धातुकप्रत्यये परे, अत्र आर्धातुकप्रत्यये अस्ति णिच्, आर्धातुकप्रत्यये अस्ति णिच्. तर्हि कथमध्ये अकारस्य लोपः भवति, तर्हि कथ् योगः णिच् इति भवति, कथ् योगः इ धातु भवति, कथि रूपं भवति कथयति. हा, इदानीम् एकः प्रश्नः अस्ति, कथयोगः णिच् मध्ये कथ् भवति खलु, कथ् इदानीम् अत उपधायाः कार्यं करोति वा, यत् थकारोत्तरवर्ती अकारः अस्ति तस्य वृद्धिः भूत्वा काथयति इति भवति वा? तर्हि तत्र अस्माभिः पठितं न, किमर्थं न, सूत्रमस्ति अचः परस्मिन् पूर्वविधौ. तर्हि परस्मिन् परनिमित्तिकं किमपि अस्ति चेत्, परनिमित्तिकं किमपि अस्ति चेत्, निमित्तम् अस्ति चेत् तत्र यत् अजादेशः अस्ति तत् स्थानिवत् भवति। कस्य कस्य कृते स्थानिवत् भवति? पूर्व यत् कोऽपि विधिः अस्ति तस्य कृते। तर्हि अत्र पश्यतु, कथ योगः णिच्, अत्र णिच् इति परनिमित्तिकम् अस्ति खलु, णिच् निमित्त अस्ति, अतः अकारस्य लोपः भवति, अकारस्य स्थाने लोपादेशः भवति। तर्हि लोपादेशः भूत्वा किं भवति? कथ। इदानीम् अत उपधा मध्ये कात् यत् अस्ति तत् अकारलोपात् पूर्वविधिः अस्ति। अकारलोपात् पूर्व, पूर्व इत्युक्ते समयदृष्ट्या पूर्व न, अपि तु स्थानदृष्ट्या। तर्हि कथं कथमध्ये अन्तिम अकारस्य लोपः भवति, तस्मात् पूर्वं यत् आकारः अस्ति, ककारोत्तरवर्ती अकारः, तस्य वृद्धिः इति अस्ति। तर्हि किं भवति? तत् एतादृशविधिः यत् अस्ति नाम अत उपधायाः, तस्य कृते अकारलोपः यत् अस्ति, नाम अकारस्थाने यत् लोपादेशः भवति, तत् लोपादेशः स्थानिवत् एव भवति। तत्र स्थानिकः अस्ति अकारः, अतः लोपः अकारवत् एव अस्ति। कस्य कृते? अत उपधा इति सूत्रेण यत् वृद्धिः भवति तस्य कृते। अतः वस्तुतः अत उपधा किं पश्यति? यत् कथ एव पश्यति, कथ न पश्यति, तत् सूत्रम् अकारलोपं न पश्यति, कथ कथ पश्यति। अतः इदानीम् उपधायां कः वर्णः अस्ति? थकारः अस्ति, अकारः नास्ति खलु, अतः सूत्रं कार्यमेव कर्तुं न शक्नोति, सूत्रं कार्यमेवं कर्तुं न शक्नोति, अतः वृद्धिः न भवति एव, अतः कथयति एव भवति। तर्हि अत्र परस्मिन् पूर्वविधौ किं करोति? परनिमित्तिकम् अजादेशः स्थानिवद् भवति पूर्वविधि कृते। अत्र परनिमित्तिकम् अस्ति णिच् प्रत्यय, अजादेशः अस्ति लोपः, पूर्वविधिः अस्ति अत उपधायाः इति सूत्रात् यत् वृद्धिः भवति तत्। एतत्पर्यन्तं सर्वे अवगच्छन्ति खलु? प्रश्नः अस्ति वा? सम्यक् न अवगतं महोदय। किं न अवगतम्? पूर्वतनवर्गस्य वर्गे भवती एव एतत् विषये समाधानं दत्तं, भवत्या एव। इदानीं मम मस्तके नास्ति। पुनः पठतु एकवारं, भवती गतवर्गे तु भवत्याः अवगतमस्ति, इदानीं यदा अहं स्मरामि पुनः एकवारं पठतु। तर्हि कथ योगः णिच् मध्ये कथयति भवति। इदानीं प्रश्नः अस्ति यत् अत्र नूतनसूत्र अच परस्मिन् पूर्वविधौ तस्य आवश्यकता का? स्थानिवद् आदेशः अनल्विधौ एकमपि सूत्रमस्ति खलु, अस्माभिः वयं जानीमः यत् आदेशः स्थानिवद् भवति अल्विधिः नास्ति चेत्। तर्हि अत्र अल्विधिः नास्ति चेत् स्थानिवद् आदेशः स्थानिवद् भवति, आदेशः स्थानिवद् भवति चेत् अत्र अपि अत उपधाया इति सूत्रम् अकारलोपं न पश्यति, अतः वृद्धिः न भवति। तर्हि स्थानिवत् आदेशः अनल्विधौ इति कार्यं कर्तुं शक्नोति चेत् अच परस्मिन् पूर्वविधौ इति सूत्रस्य आवश्यकता का इति अस्माकं प्रश्नः अस्ति। तर्हि इदानीम् एतद् अग्रे पठिष्यामः। तर्हि हा, रघुपतिमहोदय भवान् आरभतु। अत्र प्रश्नः हा, एकनिमिषं महोदय, एकनिमिषः, कुत्र अत्र प्रश्नः उदेति ततः खलु? अत्र भवान् एव पठितवान् एतत्? अस्तु, महोदय, न श्रूयते महोदय, भवतः किमपि न श्रूयते महोदय। हलो, श्रूयते वा? आम् इदानीं श्रूयते मध्ये मध्ये भग्नः भवति भवतः ध्वनिः इदानीं अत्र प्रश्नः शक्नुवन्ति वा इति मम प्रश्नः अस्ति आम् आम् आम् महोदय न श्रूयते महोदय न श्रूयते पठामि वा एकनिमिषं न महोदय न श्रूयते कस्य कस्य कस्य कृते भवेत् अस्ति स्टेटिक् अस्ति इदानीं श्रूयते गृहे स्टाटिक् अस्ति अत्र स्टाटिक् यदा आगच्छति तदा न श्रूयते मम ध्वनिः इदानीं श्रूयते खलु आमां पठतु पठतु अत्र प्रश्नः उदेति यत् खत् योग णिचि इति स्थले अत उपादायः इत्यनेन यः वृद्ध्यादेशः वृद्ध्यादेशः गृहयोग णिच् इति स्थले च पुगन्तलघुपदस्य च इत्यनेन यः गुणादेशः द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं किन्तु स्थानिवत् आदेश अनल्विदौ इति सामान्यसूत्रेण किमर्थं न स्यात् अचपरस्मिन् पूर्वविधौ इति विशिष्टसूत्रस्य का आवश्यकता इति चेत् प्रथमतया स्थानिवत् आदेश अनल्विद इति सूत्रस्य पुनःस्मारणम् अत्र सम्यक् रीत्या भवेत् तदा अग्रे पठनीयमस्ति इदानीं वयं जानीमः तत्र एतत् तत्र क्षम्यतां तत्र स्थानिवत् आदेश अनल्विदौ इति सामान्यसूत्रेण किमर्थं न स्यात् इति एतत् अनल्विधिः अस्ति इति वयं पठितवन्तः तत्र अनेन सूत्रेण एव भवेत् खलु तत्र किमर्थं तत्र अचपुरस्मिन् पूर्वविधिः इति तत्र स्थानिवत् आदेशः भवेत् तत्र नूतनसूत्रस्य का आवश्यकता इति प्रश्नः भवति तत्र तस्य सम्यक् अवगमनार्थं स्थानिवत् आदेश अनल्विधौ किम् इति द्रष्टव्यं भवति इति अस्ति अग्रे अतः पुनः पठतु अग्रे हा अत्र अत्र संक्षेपे परिशील्यते यत् अस्यां दशायां स्थानिवत् आदेश अनल्विदौ इत्यनेन स्थानिवद्भावः जायते न वा इति कथायुगण्णिच् अतोलोपः कथयुगण्णिच् इदानीम् अत उपादायाः प्रसक्तिः अत उपादायाः इति किं वदति चेत् उपधायाम् अतः वृद्धिः नीति नीति प्रत्यये परे अनवृत्तिसहितसूत्रमध्ये अङ्गस्य उपादायः अतः वृद्धिः नीतिपरे इति अस्ति अत्र अत उपादायः इत्यनेन यः वृद्धिः आदेशः अयं विधिः अल्विधिः अस्ति किम् इति प्रश्नः यस्य स्थानिवद्भावः क्रियते सः कः इति कथधातोः तकारोत्तरवर्ति अकारः अल्विधिः नाम किम् इति अल्विधिः नाम पूर्वं यः स्थानी आसीत् कथधातोः दात्वन्तः अकारः तस्य च अकारस्य अस्मिन् वृद्धिकार्ये निमित्तत्वम् अस्ति किम् इति अतोपादायः इत्यस्य यत् कार्यं वृद्ध्यादेशः तं वृद्धिं प्रति दात्वन्त अकारः निमित्तम् अस्ति किं तर्हि अस्य सूत्रस्य निमित्तानि कानि इति उपादायाम् अत् वर्णः परश्च णित् णित् प्रत्ययः चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति वयं दृष्टवन्तः तत्र निमित्तत्वं कथं भवति अत्र स्थानिवत् आदेश अनल्विधौ इति अल्विधिः इति किम् इति अलाविधिः अलहविधिः अलिविधिः इति तत्र इति अस्ति इदानीम् अलाविधिः तृतीय तत्पुरुषः अलहविधिः पञ्चमी तत्पुरुषः अलहविधिः षष्ठी तत्पुरुषः अलिविधिः इति सप्तमी तत्पुरुषः इति अस्ति इदानीम् आदौ अलाविधिः अस्ति वा इति द्रष्टव्यम् अलाविधिः स्थानिवद्भावानन्तरं यः अकारः आगतः तम् अकारं निमित्तीकृत्य वृद्धिः जायते वा इति अलाविधिः इत्यत्र इति प्रश्नः तत्र वृद्धिः अकारात् निमित्तीकृत्य नास्ति इदानीम् अत्र नित्यप्रत्ययनिमित्तीकृत्य अस्ति अतः तत्र एतत् अलाविधिः नास्ति इति एकमस्ति अलहविधि इति पञ्चमी अलहविधि तस्मात् एव दात्वन्त अकारात् परं कार्यं क्रियते वा इति प्रश्नः इदानीं तस्मात् एव धात्वन्त अकारात् परं कार्यं क्रियते वा, तत्रापि न इति अस्ति, न एव अस्ति। अलः विधि इत्युक्ते तस्य च अकारस्य स्थाने कार्यं क्रियते वा, नास्ति, तत्र पूर्वमस्ति, न हि इति उत्तरमस्ति। इदानीं स्थानिवत् भावेन यः अकारः आगतः तस्मिन् परे कार्यं क्रियते वा अलिविधिः इति अत्र तदपि नास्ति। तर्हि स्थानिवद्भावेन यः अकारः स च निमित्तीभूतः नास्ति, अतः अल्विधिः नास्ति। इदानीं स्थानिवद्भावे यः अकारः अस्ति तत् निमित्तं नास्ति, अतः वृद्धेः तत् निमित्तं नास्ति, अतः अल्विधिः नास्ति इति प्रश्नः इति उत्तरमस्ति। अतः स्थानिवद्भावे अनल्विधौ इत्यनेन एव अस्य तत्र स्थानिवद् अस्माकं कृते वृद्धिनिवारणार्थं तत्र स्थानिवद्भावः आवश्यकः अस्ति। इदानीं तत्र एतद् अनल्विधिः अस्ति चेत् स्थानिवद्भाव अनल्विधौ इत्यनेन एव कार्यं भवति इति अत्र नूतनसूत्रस्य का आवश्यकता इति प्रश्नः भवति। सत्यं। तर्हि अत्र किमस्ति, स्थानिवद्भावः अनल्विधौ, तर्हि अल्विधिः नास्ति चेत् अनल्विधौ इति विषयसप्तमी। अल्विधिः नास्ति चेत् स्थानी यत् आदेशः अस्ति तत् स्थानिवद् भवति इति अस्ति। इदानीं पश्यतु, कथयोगः णिच् मध्ये अत उपधाया इति सूत्रस्य किमस्ति प्रसक्ति अनिमित्तं वा इति चिन्तनमस्ति खलु। अत्र विधिका अत्र किं भवति, वृद्धि भवति न वा इति वृद्धि करणीयं खलु। कथ् मध्ये ककारोत्तरवर्ती अकारस्य स्थाने वृद्धिः भवति, तत् वृद्धिः यत् भवति तस्य कृते नाम वृद्धिः भवति अकारस्य स्थाने। अत्र महोदय मम प्रश्नः अस्ति, अत्र अत उपधायः इति सूत्रम् अस्ति खलु, विधिसूत्रम्। आमां। तर्हि अत्र स्थानीकः आदेशः स्थानी अस्ति, ककारोत्तरवर्ती अकारः अपि च तस्य आदेशः भवति आकारः, वृद्धिः वा? आम् आमाम्। अतः तत्र निमित्तम् अकार यद् लोपः अस्ति तद् निमित्तं भवति वा इति, अत्र तद् निमित्तम् अस्ति वा यत् वृद्धिक इति कृते इति द्रष्टव्यम् अस्ति। परन्तु स्थानिवत् आदेशः यत् अस्ति अत्र स्थानी किम् आदेशः किम् इति प्रश्नः अस्ति। नाम अत्र अत उपधायाः सूत्रस्य चिन्तनस्य आवश्यकता एव का इति मम प्रश्नः अस्ति। तत्र नाम महोदय तत्र अल्विधि अस्ति, तत्र अनल्विधि अस्ति चेत् तत्र अल्विधि भवति चेत् किं भवति, तत्र अल्विधिः अस्ति चेत् तत्र भवति खलु। अस्तु एवं वा, अस्तु। अल्विधिः अस्ति चेत् अत उपधायः इति प्रसक्तिः भवति। अस्तु, तत्र कथयति भवति। आमाम्। अस्तु सम्यक् महोदय, किमपि पुनरपि अल्विधिः इति किम् इति वक्तुं शक्यं वा? अल्विधिः तस्य अहं वदामि। तर्हि स्थानिवद्भाव अनल्विधौ, नाम यः आदेशः अस्ति तत् स्थानिवद् भवति, कदा यदि यः विधिः अस्ति तत् अल्विधिः नास्ति चेत्। ओके, इदानीं पश्यतु, अत्र स्थानी अस्ति थकारोत्तरवर्ती अकारः, अन्तिम अकारः, आदेशः अस्ति लोपः। तर्हि प्रश्नः अस्ति, लोपः स्थानिवत् भवति न वा? अत्र विधिः यत् अस्ति, यत् विधिः वयं पश्यामः तद् विधिः अस्ति अत उपधायाः। तर्हि अत उपधाया मध्ये वृद्धिः इति करणीयम् इति विधिः अस्ति। इदानीम् अत उपधायाः इति सूत्रात् यः विधिः निर्दिश्यते सः विधिः अल्विधिः अस्ति वा न वा इति प्रश्नः अस्ति। अत्र अल् अस्ति अक्षरः, अत्र अल् कः अस्ति, थकारोत्तरवर्ती अकारः। इदानीं थकारोत्तरवर्ती अकारः यत् लोपः भवति, यस्य लोपः भवति सः अल् वर्णः अत उपधायाः इति विधिः कृते विधिः कृते विधेः कृते आदेशः अस्ति न वा इति प्रश्नः। नाम कथमध्ये यः अन्तिम अकारः अस्ति सः अत उपधाया इति सूत्रात् यः वृद्धिः भवति तस्य कृते सः अकारः निमित्तम् अस्ति न वा इति प्रश्नः अस्ति। निमित्तम् अस्ति चेत् अल्विधि अस्ति, अल्विधि अस्ति चेत् आदेशः स्थानिवत् न भवति, लोपः यत् अस्ति अकारस्य लोपः तत् अकारवत् न भवति, अकारवत् लोपः न भवति चेत् अतः उपधायाः इति सूत्रं कार्यं कर्तुं शक्नोति, यतोहि तत् सूत्रं यत् लोपः भवति तद् लोपं पश्यति अतः उपधायाम् अकारः भवति अतः काथे अपि भवति। परन्तु सः अकारः अन्तिम अकारः यदि अत उपधायाः इति सूत्रात् इह वृद्धिः भवति तस्य कृते यदि निमित्तं नास्ति चेत् अल्विधि नास्ति, अल्विधि नास्ति चेत् अनल्विधि अस्ति, अनल्विधि अस्ति चेत् आदेशः स्थानिवद् भवति, यत् लोपः अस्ति तत् स्थानिवद् भवति, अतः अत उपधाया इति सूत्रं लोपं न पश्यति एव, लोपं न पश्यति चेत् तस्य सूत्रस्य प्रसक्तिः एव न भवति यतोहि उपधायाम् आकारः नास्ति थकारः अस्ति। तर्हि एतत्पर्यन्तं सर्वे आगच्छन्ति वा? इदानीं प्रश्नः अस्ति अन्तिम अकारः यत् अस्ति यस्य लोपः भवति सः अकारः वृद्धि अत उपधाया कृते अत उपधायाः इति सूत्रात् यः वृद्धिः भवति तस्य कृते आकारः निमित्तम् अस्ति वा न वा इति प्रश्नः अस्ति। सर्वे अवगच्छन्ति इदानीं पर्यन्तं? कस्यापि भ्रमः अस्ति वा? अत्र अल् ककारः उत्तरवर्ति अकारः इदानीं नास्ति इति कारणेन तत्र अत उपधायाः वृद्धिः भवितुं न शक्यम् इति अल्विधि नाम दत्तमस्ति खलु। अल्विधि नाम पूर्वं स्थानी आसीत् तस्य च अकारस्य अस्मिन् वृद्धिकार्ये निमित्तत्वम् अस्ति किम् इति एव खलु। अकारस्य चिन्तनम् अस्ति महोदय, अन्तिम अकारस्य चिन्तनम्, अन्तिम अकारस्य लोपः भवति अतो लोपः इति सूत्रेण अन्तिम अकारस्य लोपः भवति, सः लोपः अकारवत् अस्ति न वा अत उपधायाः इति सूत्रकृते इति प्रश्नः अस्ति। यदि स्थानिक नास्ति चेत् अत उपधायाः इति सूत्रं लोपं न पश्यति, सः तु पश्यति यत् कथ् भवति, कथ् भवति चेत् उपधायाम् अकारः अस्ति अतः काथे अपि भवितुं शक्नोति। परन्तु यदि सः तत् लोपं यदि न पश्यति अकारः एव अकारमेव पश्यति तर्हि उपधायाम् इदानीं थकारः अस्ति, थकारः अस्ति चेत् वृद्धिः भवितुमेव न शक्नोति। तर्हि अत उपधायः इति सूत्रेण यत् विधिः निर्दिश्यते तस्य कृते या अन्तिम अकारस्य लोपः अस्ति, अन्तिम अकारः अस्ति यस्य लोपः भवति सः अकारः निमित्तम् अस्ति न वा इति प्रश्नः अस्ति। निमित्तम् अस्ति चेत् अल्विधि अस्ति, अल्विधि अस्ति चेत् वृद्धिः भवितुं शक्नोति, निमित्तं नास्ति चेत् अल्विधि नास्ति, अनल्विधि अनल्विधि अस्ति चेत् स्थानिवद् भवति आदेशः, स्थानिवद् भवति चेत् लोपं न पश्यति चेत् वृद्धिः न भवति। एतत् अवगच्छति? यदि न पश्यति तत्र तत् अवगतं, तत्र अल्विधिः नास्ति चेत् एव लोपः अल्विधि कदा भवति? यदा यत् अन्तिम अल्वर्णः अस्ति, अकारः अस्ति, सः अकारः अत उपधायाः इति सूत्र मध्ये यद् वृद्धिः भवति तस्य कृते निमित्तम् अस्ति न वा? निमित्तम् अस्ति चेत् अल्विधि अस्ति, निमित्तं नास्ति चेत् अल्विधि नास्ति। तत्रैव मम भ्रमः अस्ति। आम् वदामि, तर्हि न तर्हि इदानीं द्रष्टव्यं निमित्तम् अस्ति न वा। तर्हि निमित्तं यत् अस्ति तत् तस्य चत्वारः प्रकाराः अलाविधि अलहविधि अलहविधिः अलिविधि. अलाविधि इत्युक्ते तृतीयः तत्पुरुषः यत् या अल् वर्णः अस्ति तेन वृद्धि यत् भवति न वा इति प्रश्नः अस्ति. अत्र लिखितमस्ति खलु अलाविधि इत्युक्ते किं, कुत्र अस्ति, कुत्र अस्ति, कुत्र, हा अलाविधि भावानन्तरं स्थानिवत् भावानन्तरं यः अकारः आगतः नाम अन्तिम अकारः तम् अकारं निमित्तीकृत्य वृद्धि जायते वा न. तद् अन्तिम अकारस्य अकारस्य वृद्ध्या सह कोऽपि सम्बन्धः नास्ति खलु. वृद्धिः भवति ककारोत्तरवर्ती अकारस्य अन्तिम तस्य निमित्तं वस्तुतः अस्ति णिच् प्रत्ययः. णिच् प्रत्ययः यत् अस्ति खलु तस्य निमित्तम् अन्तिम अकारः नास्ति खलु. अतः अलाविधि नास्ति. अवगच्छति? अन्तिम अल्पस्य कारणेन वृद्धिः भवति न वा, तत्र सम्बन्धः एव नास्ति खलु. अतः अलाविधिः नास्ति. वृद्धिः तु णिच् प्रत्ययात् भवति न तु अन्तिम आकार. अलाविधिः नास्ति. इदानीम् अलः विधिः अन्तिम अकारः यत् अस्ति तस्मात् अनन्तरं कार्यं भवति वा वृद्धिः? न, तस्मात् अनन्तरं नास्ति खलु. अतः अलः विधिः अपि नास्ति. षष्ठीतत्पुरुषः अलः विधिः इदानीं यः वृद्धिः अस्ति, इदानीं यः वृद्धिः अस्ति सः वृद्धिः य अकारस्य लोप अन्तिम अकारः अस्ति तस्य स्थाने भवति वा? न, वृद्धिः अन्तिम अकारस्य स्थाने नास्ति. प्रथमाकारस्य एव, प्रथमाकारस्य एव. अतः अलः विधिः अपि नास्ति, षष्ठीतत्पुरुषः अपि नास्ति. तदनन्तरम् अन्तिम अस्ति अलिविधि. अलिविधि यत् भवति वृद्धि तत् अन्तिम अल् वर्णात् साक्षात् पूर्वमस्ति वा? नास्ति. तस्मादिति पूर्वस्य इति भवेत् साक्षात् भवेत्. अन्तिम अकारात् साक्षात् पूर्वं थकारः अस्ति, थकारस्य वृद्धिः अस्ति वा? नास्ति. अतः किं अलिविधिः नास्ति, अलिविधिः नास्ति, अलहविधिः नास्ति, अलविधिः नास्ति. अतः अल्विधिः नास्ति. अतः अनल्विधिः अस्ति. अनल्विधिः अस्ति चेत् किं भवति? यः अत उपधायसूत्रमस्ति तत् स्थानिवत् आदेशः भवति, नाम अन्तिम अकारस्य स्थाने यः लोपः भवति अतो लोपः इति सूत्रेण तद् लोपं न पश्यति सः तु. इदं सूत्रं तु अकारमेव पश्यति, तस्य कृते लोपं नास्ति चेदेव. लोपं नास्ति चेदेव किं भवति? इदानीम् उपधायां थकारः अस्ति, उपधायां थकारः अस्ति, अतः किं भवति? वृद्धिः भवितुमेव न शक्नोति. अतः अतवृद्धि इति सूत्र अत अतोपधाया इति सूत्रं कार्यं न कर्तुं शक्नोति, कथयति भवति. तर्हि एतत् सर्वं सम्यक् अस्ति. अतः किम् अस्य बोधनस्य किम् अस्ति महत्त्वं? यत् स्थानिवत् भाव अनल्विधौ इति यत् सूत्रमस्ति तस्माद् अपि कथयति इति सम्यक् रूपं भवितुं शक्नोति. तर्हि अचः परस्मिन् पूर्वविधौ इति सूत्रस्य का आवश्यकता इति अस्ति. पाणिनिना लिखितमस्ति, तस्य अर्थमस्ति यत् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य आवश्यकता तु भवति, यतोहि सूत्रं निरवकाशं न भवितुं शक्नोति. परन्तु स्थानिवद् आदेशः अपि कार्यं करोति. तर्हि कुत्र अस्माकं चिन्तने दोषः अस्ति एतत् इदानीं द्रष्टव्यं. कुत्रचित् दोषः अस्ति, दोषः नास्ति चेत् अचः परस्मिन् पूर्वविधौ सूत्रस्य आवश्यकता का? अतः दोषः कुत्र? अचः पूर्वस्मिन् पूर्वविधौ किं वदति महोदय? अचः परस्मिन् पूर्वविधौ उक्तं महोदय. अचः परस्मिन् पूर्वविधौ किम् अस्ति? यत् निमित्तपरनिमित्तम् अस्ति परनिमित्तं यदस्ति तेन यदि अजादेशः भवति सः आदेशः अच् इव एव अस्ति पूर्वविधिकृते, नाम कथयोगः णिच् अत्र णिच् अस्ति, सः णिच् परनिमित्तकम् अस्ति थकारोत्तरवर्ति अकारस्य लोपकृते. इदानीं यः अकारलोपः अस्ति तस्मात् पूर्वं वृद्धिकार्यं भवति अत उपधायति सूत्रात्. तर्हि अच परस्मिन् पूर्वविधौ वदति यत् यत् पूर्वकार्यम् अस्ति अत उपधायाः, तत् यत् अकारलोपः अस्ति तत् तं न पश्यति, न पश्यति चेत् वृद्धिः भवितुं न शक्नोति इति अस्ति. नाम अच परस्मिन् पूर्वविधौ भवति यत् पूर्वविधिकृते आदेशः स्थानीवद् भवति, स्थानीवद् आदेशः अपि वदति यत् अल्विधिः नास्ति चेत् आदेशः स्थानीवद् भवति. सेम् एव समानमेव वदति वदतः उभे सूत्रे. तर्हि सूत्रद्वयस्य आवश्यकता का इति प्रश्नः अस्ति. तर्हि सर्वे आगच्छन्ति खलु? तर्हि भवते भवती एव पठतु. अल्विधिः नास्ति इत्थञ्च अल्विधिः नास्ति तत्र वा? नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपे तेन अकारत्वेन अत उपधायाः इत्यनेन वृद्धिः जायते इति नास्ति, अपि तु विपरीतं स च अकारः अस्ति चेत् वृद्धिकार्यं न जायते. अकारः अल्तु नास्ति परन्तु तस्य इदम् अस्ति, अकारः अल्तु अस्ति परन्तु तस्य इदं कार्यं प्रति निमित्तत्वं नास्ति, अतः अल्विधिः न मन्यते. यद् अस्माभिः पठितं तदेव लिखितम् इदानीमेव भवता उक्तं तत्र अग्रे पठामि वा? इत्थं च अल्विधिः नास्ति नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः अकारत्वं यत् अध्यारोपितं भवति आदेशलोपे तेन अकारत्वेन सात उपधायाः इत्यनेन वृद्धिः जायते इति नास्ति, तत् लोपः एव, अपि तु विपरीतं स च अकारः अस्ति चेत् वृद्धिकार्यं न जायते. कथा भविष्यति तत्र अकारः अल् तु नास्ति परन्तु तस्य अकारः अल् अस्ति परन्तु तस्य इदं कार्यं प्रति निमित्तत्वं नास्ति, अतः अल्विधिः न मन्यते. स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रं किं सूचयति? आदेशः स्थानिवत् भवति परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, नाम स्थानिवद्भावनिषेधः. अत्र कथधातोः प्रसङ्गे उक्तं यत् अत उपधायाः इत्यनेन यः वृद्धिः जायमानः अत उपधायाः सः स च वृद्धिः अल्विधिः नास्ति, अतः स्थानिवद्भावनिषेधः नास्ति. स्थानिवद्भावनिषेधस्य अभावे स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रेण स्थानिवद्भावः स्यात्. अपि च कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम्. अल्विधिः नास्ति चेत् स्थानिवदादेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः, यतोहि अच परस्मिन् पूर्वविधौ इत्यनेन एव भवति. तर्हि अल्विद्यमा अभावे स्थानिवदादेशो अनल्विदौ द्वारा स्थानिवद्भावः न सिद्धः. अस्य च अन्यत् कारणं स्यात्, तच्च किम्? अवगतम्. सम्यक्तया न किं न अवगतम्? भवान् एव वदतु महोदय. नै, भवती वदतु, किं न अवगतम्? पुनरपि पठनीयम्. स्थानिवत् आदेश अनल्विदौ इति सामान्यसूत्रं किं सूचयति? आदेशः स्थानिवत् भवति, तत् अवगतम्. परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, नाम स्थानिवद्भावनिषेधः. स्वसूत्रद्वयम् अपवादः अस्ति वा? एकसूत्रं वदति स्थानिवत् आदेश अपवादः नास्ति. आदेशः स्थानिवत् भवति, परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, नाम स्थानिवत् भावनिषेधः. ओके, अत्र कथधातोः प्रसङ्गे उक्तं यत् अत उपधायाः इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति. तत् अवगतं, भवता उक्तवान् पूर्वप्रसङ्गे तत्र किमर्थम् अल्विधिः नास्ति इति. अतः अथ उपधायः इत्यनेन यः वृद्धिः जायमानः, स वृद्धिः अल्विधिः नास्ति. अस्तु, अतः स्थानिवद्भावनिषेधः नास्ति. ओके, स्थानिवद्भावनिषेधः नास्ति, स्थानिवद्भावः आदे भवति, स्थानिवद्भावनिषेधस्य आदेशः स्थानिवत् अस्ति. तर्हि आदेशः स्थानिवत् अस्ति चेत् किं भवति? स्थानिवद्भावः भवति. मीना महोदय वदतु न. आदेशः स्थानिवत् भवति. आदेशः स्थानिवत् भवति, यत्र अत्र स्थानिकः अस्ति. तत्र उपदाकारः एव किल? न, अन्तिम अकारः खलु, अन्तिम अकारः. आदेशः कः अस्ति? आदेशः अत्र लोपः किल? तर्हि स्थानिवत् आदेशः भवति चेत् किं भवति? लोपः अकारवत् एव खलु, अकारः एव, अकारः एव अस्ति चेत् अत उपधायः इति सूत्रं कार्यं कर्तुं शक्नोति वा? तस्य कृते इदानीम् उपधायां कः वर्णः अस्ति? सकारः एव. सकारः अस्ति चेत् तस्य वृद्धिः भवितुं शक्नोति वा? न, सः अत उपधाय इति सूत्रं कार्यं कर्तुं न शक्नोति खलु. तदेव लिखितं, हा, तर्हि तदेव लिखितं. किन्तु परन्तु अग्रे किं लिखितं? यत् इदानीं वयं चिन्तयामः यत् स्थानिवत् आदेशः अनन्विधौ इति पर्याप्तमस्ति. कस्य कृते पर्याप्तमस्ति? वृद्धिनिवारणार्थं पर्याप्तमस्ति, निवारणार्थं. परन्तु पाणिनिना अचः परस्मिन् पूर्वविधौ इति सूत्रं रचितं, तेन एव सूत्रेण वृद्धिनिवारणं भवति. तर्हि एतस्य अर्थः कः? स सर्वस्य अर्थः कः यत् अस्माकं चिन्तने दोषः अस्ति वस्तुतः स्थानिवद् भाव अनलविधौ इति सूत्रात् न भवति अत्र स्थानिवद् आदेशः न भवति तर्हि तस्य अर्थस्य कारणं यत् अस्ति यत् अल्विधि तर्हि तस्य तस्य एतत् चिन्तनस्य अर्थम् एतदस्ति वा यत् अत्र अल्विधि वस्तुतः अस्ति इदानीं पर्यन्तम् अस्माकं चिन्तनम् अस्ति यत् अल्विधि नास्ति हा परन्तु अल्विधि नास्ति चेत् स्थानिवद्भावः भवति तर्हि अच परस्मिन् पूर्वविधौ अस्य सूत्रस्य आवश्यकता नास्ति परन्तु अच परस्मिन् पूर्वविधौ इति सूत्रं रचितम् अतः तेनैव स्थानिवत् करणीयं तेनैव स्थानिवत् करणीयं चेत् स्थानिवत् आदेशः अनलविधौ तस्य कार्यं कार्यं न भवति तस्य कार्यं कदा न भवति यदा अल्विधिः अस्ति परन्तु अस्माभिः चिन्तितं यत् अल्विधिः नास्ति तर्हि अल्विधिः अस्ति वा नास्ति वा इति पुनः द्रष्टव्यम् अस्माकं चिन्तने कुत्रचित् दोषः अस्ति तत् दोषम् इदानीं तत् दोषः सः दोषः इदानीं द्रष्टव्यः खलु एतत् सर्वम् इदानीं द्रष्टव्यं तर्हि अग्रे अग्रे पठतु अहमेव पठामि वा तत्र कथदातोः प्रसङ्गे अहमेव पठामि वा आमां पठतु अत्र कथदातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः इति तु सत्यम् स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत् अनेन सूत्रेण तत्रैव स्थानिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात् नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात् निषेधरूपं यत् कार्यं तत् अभावरूपकार्यं तच्च अशास्त्रीयं कार्यमिति उच्यते अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव शास्त्रस्य अप्रवृत्तिः इति अशास्त्रीयं न तु शास्त्रनिरुद्धत्वम् पुनः पठतु अत्र कथधातोः प्रसङ्गे स्थानिवत् भावः अपेक्षितः इति तु सत्यं स्थानिवत् भावः अपेक्षितः स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत् अनेन सूत्रेण तत्रैव स्थानिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात् तत् किमर्थं तत् न अवगतं तत् वाक्यम् अस्ति अनेन सूत्रेण स्थानिवद् आदेश अनल्विधौ अनेन सूत्रेण तत्रैव स्थानिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात् शास्त्रेण शास्त्रीयकार्यं पठतु शास्त्रीयं कार्यं किं नाम भावरूपकार्यं न स्यात् वायसे भावरूपकार्यं रूपं न स्यात् अपि तु किमपि विधानं स्यात् अत्र अभावरूपम् इति उक्ते तत् स्थानिवत् भावः इति न उचितं न वक्तुं न शास्त्रीयकार्यं निषेधरूपं यत् कार्यं तत् अभावरूपकार्यम् ओके तच्च अशास्त्रीयं कार्यम् इति उच्यते अवगतम् अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः ओके अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव तत्र किं वदतु अत्र अस्माकं चिन्तनं किम् अस्ति यत् वृद्धिः वृद्धे वृद्धिकार्यस्य निषेधः भवति न वा खलु अत्र वृद्धेः विधानं नास्ति वृद्धेः निषेधः भवति न वा इति चिन्तनमस्ति खलु तर्हि अत्र शास्त्रीय इत्युक्ते किमपि तत्र नेगेटिव् तस्य अर्थः नास्ति शास्त्रीय इत्युक्ते यत्र किमपि शास्त्रं भवति नाम विधानं भवति यत्र किमपि विधानं नास्ति अत्र निषेधः भवति अत्र विधानं नास्ति परन्तु यत्र अभावकार्यमस्ति अथवा निषेधः अस्ति तत् अशास्त्रीयम् इति उच्यते अत्र अशास्त्रीयमुक्तं यत् महोदय अत्र अत्र अशास्त्रीयकार्यमस्ति खलु अत्र अत उपधाया इति सूत्रात् इह वृद्धिः भवति अथवा वृद्धेः प्रसक्तिः अस्ति तस्य निषेधः भवति न वा इति शास्त्रीयम् तर्हि तस्य निषेधः अशास्त्रीयकार्यं स्थानिवत् अस्ति चेत् निषेधः भवति खलु तर्हि तद् सः निषेधः अभावकार्यं नाम अशास्त्रीयकार्यमस्ति तर्हि सूत्रं किं वदति अशास्त्रीयं कार्यम् अस्ति चेत् सूत्रं किं वदति यत् स्थानिवद्भाव अनल्विधौ इति सूत्रं वस्तुतः शास्त्रीयकार्यार्थम् एव भवति निषेधकार्यार्थम् इति व्याख्या अस्ति इति लिखितमस्ति इतःपर्यन्तम् अवगच्छन्ति वा सर्वे अवगतम् तर्हि शास्त्रीयं किम् अशास्त्रीयं किम् अत्र अशास्त्रीयम् इत्युक्ते तत्र किमपि नाम दोषपूर्णं कार्यम् अथवा अन्ग्रामेटिकल् अथवा अगेन्स्ट् द ग्रामर् इति किमपि नास्ति अशास्त्रीयम् इत्युक्ते अविधानं नाम निषेधम् इति निषेध रघुमती आचार्य प्रश्नः आसीत् किल आसीत् न इदानीं स्पष्टम् अहम् अस्ति इदानीं तत् स्थानिवत् आदेश अनल्विद इत्यनेन तत्र वृद्धिः न भवति तदेव अशास्त्रीयकार्यं खलु तत्र वृद्धिः न भवति इति वृद्धेः अत्र वृद्धिः न करणीयं खलु न करणीयं तत्र वृद्धिः नास्ति खलु तर्हि वृद्धिः किमर्थं नास्ति तस्य कृते इदानीम् उत्तरं लभनीयं खलु किमर्थं परन्तु महोदय तत्र अत्र अस्माकं तत्र पूर्वं तत्र ज्ञानं भवेत् खलु एतत् समीचीनं नास्ति इति कृत्वा एव अशास्त्रीयकार्यम् इति वक्तुं शक्नुमः इति यदि मम ज्ञानं नास्ति तत्र तत्तु तदा अशास्त्रीयकार्यम् इति कथं वा सम्यक् अस्ति वस्तुतः प्रश्नः सम्यक् अस्ति करणीयं न परन्तु सम्यक् प्रश्नः अस्ति ऐ थिङ्क् अत्र सर्वं इट् इस् जस्ट् टु जस्टिफै अचः परस्मिन् पूर्वविधौ किमर्थं कार्यं तस्य आवश्यकता का प्रायः न जानामि कोऽपि अन्यत् अपि अस्ति अग्रे किमपि अन्य अपि अस्ति अग्रे तर्हि तर्हि इदानीं मदर् महोदय पठतु अग्रे आं महोदय प्रकृतौ कत् योगः निच् इति स्थितौ स्थानिवत् भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति कुत्र अस्ति वृद्धिः न अत्र कथधातोः पूर्वं पठनीयं प्रकृतौ कत्प्रयोगः निश्चयेव तथैव पठनीयं महोदय प्रकृतौ कत्योगः निच् तथैव मलद् मलद् भवान् भगिनी तदेव तत्रैव भगिनी प्रकृतौ कत् योगः निच् इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति वृद्धिः न भविष्यति वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति अतः इदम् अशास्त्रीयकार्यम् अशास्त्रीयकार्यकारणसमये स्थानिवत् आदेशो अनल्विदौ इत्यनेन स्थानिवद्भावः न भवति इति नियमः अत्र कत्योगः निस् इति स्थितौ अप्रवृत्तिः इति अर्थः किं महोदय? अप्रवृत्ति न भवति शास्त्रस्य अप्रवृत्ति न सिद्ध्यति किं वृद्धिः न भवति भवतः प्रश्नस्य उत्तरं जानीमः इति वयं रूपं सत्यरूपं जानीमः इति चिन्तित्वा वयं वदामः वा इति नास्ति पश्यतु इदानीं स्पष्टम् उत्तरमस्ति यदि कार्यं किं महोदय न अवगतम् स्थानिवद् भावः अनल्विधौ इति सूत्रम् इति सूत्रेण यदि स्थानिवद् भवति चेत् किं भवति अकारवत् एव खलु भवति चेत् सम्यक् न श्रूयते सर्वे म्यूट् सम्यक् न श्रूयते इदानीं श्रूयते वा आं महोदय सर्वे म्यूट् मध्ये भवति चेत् भवतः ध्वनिः श्रूयते इति चिन्तयामि अत्र किमपि प्राब्लम् अस्ति इति चिन्तयामि सर्वे म्यूट् कुर्वन्तु तर्हि पश्यतु स्थानिवद् भावः अनल्विधौ इति सूत्रेण यदि स्थानिवद् भावः भवति चेत् किं भवति अकारलोपः यत् अस्ति तत् अकारवत् एव भवति अकारवत् एव भवति चेत् अत उपधायाः कार्यं न कर्तुं शक्नोति यतोहि उपधायां थकारः अस्ति तर्हि स्थानिवद् भावः अनल्विधौ इति सूत्रेण वृद्धिकार्यस्य निषेधः भवति वृद्धिकार्यस्य विधानं न भवति वृद्धिकार्यस्य निषेधः भवति निषेधः भवति चेत् किमस्ति अशास्त्रीयं कार्यमस्ति शास्त्रीयकार्यं नास्ति अरे अशास्त्रीयकार्यम् अस्ति तर्हि एकः नियमः अस्ति यत् अशास्त्रीयकार्ये स्थानिवद् भावः अनल्विधौ इति सूत्रस्य प्रसक्तिः न भवितुं शक्नोति शास्त्रीयकार्यम् अस्ति चेत् नाम विधानं करणीयं किमपि तत्र स्थानिवद्भावः इति सूत्रेण स्थानिवद्भावः भवितुं शक्नोति परन्तु अत्र निषेधः अस्ति कार्यस्य निषेधः अस्ति कार्यस्य निषेधः अस्ति चेत् स्थानिवद्भावः इति अनल्विधौ इति सूत्रं कार्यम् इति सूत्रेण कार्यं न भवितुं शक्नोति यतोहि नियमः अस्ति यत् स्थानिवद्भावः अनल्विधौ इति सूत्रेण सूत्रं तदेव कार्यं कर्तुं शक्नोति यदा तेन किमपि निधानं भवति शास्त्रीयं कार्यं भवति अपि च निषेधः न भवति अत्र निषेधकार्यमस्ति अशास्त्रीयकार्यमस्ति अतः स्थानिवद्भावः अनल्विधौ इति सूत्रेण स्थानिवद्भावः न भवितुं शक्नोति अतः यद्यपि अल्विधिः नास्ति तथापि स्थानिवद्भावः इति अनेन सूत्रेण न कर्तुं शक्नुमः अनेन कर्तुं सूत्रेण न कर्तुं शक्नुमः यतोहि अनेन अस्य सूत्रस्य तदेव प्रसक्तिः भवति यदा विधानं कार्यम् अस्ति निषेधकार्यं नास्ति अतः अचः परस्मिन् पूर्वविधौ इत्यनेन एव स्थानिवद्भावः भवति यतोहि अचः परस्मिन् पूर्वविधौ इति कृते एतादृशः नियमः नास्ति यत् विधानं अथवा निषेधः अथवा शास्त्रीयम् अशास्त्रीयम् इति नास्ति सो अल्विधिः अस्ति न वा इति दोषः नास्ति अल्विधिः नास्ति परन्तु तथापि स्थानिवत् न भवति यतोहि अत्र अशास्त्रीयकार्यमस्ति आगच्छन्ति वा आं महोदय आं महोदय अग्रे पठनीयं वा पठतु कथधातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत् अन्ते अकारो न इत् संज्ञकः न अपि उच्चारणार्थम् इति भावः प्रसङ्गे यत् अन्ते अकारः न इत् संज्ञकः न उच्चारणार्थम् इति भावः कथा एव अस्ति, कथा कथ नास्ति, कथा एव अस्ति खलु, तदेव अस्ति. इत्संज्ञकः नास्ति न महोदय? नास्ति, तदेव उक्तं नास्ति. तत्र कथधातोर् निचि अतो लोपे कति इत्यस्मात् अपि शपि गुणो गुणे आदेशो कथयति इति रूपं वक्ष्यति. आदेशः नास्ति, अयादेशः. आमामाम् अयादेशः. कति योगः निच् कति योगः शप् आम् कथयति इति रूपं कथयति. तत् निचम् आश्रित्य उपदा वृद्धिम् अशङ्क्याः. किं महोदय अत्र उपदा आशङ्क्याः उक्तवान् इति उक्तवान्, सन्देहः नास्ति इति उक्तम्. आशङ्क्य आह शङ्का अस्ति इदानीम् उपदा वृद्धिः स्यात् स्यात् इति. अतः अल्लोपस्य स्थानिवत् स्थानिवत् भावः इति. अचः परस्मिन् परस्मिन् नित्यत्वेन इति भावः. अत्र इदं अवधेयं स्थानिनि सति शास्त्रीयं यत् कार्यं तदेव स्थानिवत् आदेशो अनल्विधौ अनल्विधौ इत्यत्र अधिदेश्यते. यत्तु स्थानिनि सति निमित्तव्यागान् गाता न भवति तस्य अभावे अभावस्य अशास्त्रीय शास्त्रीयवान् न अधिदेशः. यत्तु इत्यनेन यत् कार्यं तु इति बोध्यं. व्यघातः इत्यनेन विनाशः. निमित्तस्य व्याघात् विधिः न जायते चेत् तत् विहितकार्यस्य अभावात् शास्त्रीयप्रवृत्त्यभावात् अशास्त्रीयत्वात् तादृशस्थले सानिवत् आदेशो अनल्विधौ इत्यनेन अधिदेशः सानिवत् भावः न भवति. अत्र अन्ते अकारः न इत्संज्ञकः इति इति उक्तं. तत्र कथधातोर्निच् अतो लोप न अत्र यदस्माभिः पूर्वं पठितं तस्य एव शास्त्रं किं लिखितमस्ति, शास्त्रे किं लिखितमस्ति तदस्ति अत्र. बालमनोरमायां कथं लिखितमस्ति तदेव यथा अस्माभिः उक्तं खलु तदेव लिखितमस्ति, किमपि अन्यं नास्ति इति अस्ति. तर्हि अत्र यत् तस्य नियमस्य अत्र शास्त्रीयकार्यमस्ति चेदेव कार्यवत्तस्ति. परन्तु किमस्ति यत् कोऽपि वक्तुं शक्नोति वा वाट् इस् द बिग् डील् नाम स्थानिवत् आदेशः अनल्विधौ इत्यनेन स्थानिवत् करोतु अच परस्मि पूर्वविधौ इति करोतु अन्ततो गत्वा स्थानिवत् भावः अस्ति खलु, केनैव सूत्रेण करोतु स्थानिवद्भावः भवति खलु. अतः नाम स्थानिवत् आदेशः इति सूत्रात् अस्ति अथवा अच परस्मि पूर्वविधौ इति सूत्रात् अस्ति चेत् किमपि अस्ति चेत् अत्र तु सानिवत् आदेशः अस्ति, तेन वृद्धिः न भवति. तर्हि किमपि करोतु वृद्धिः तु न भवति एव, परिणामः एकः एव अस्ति. तर्हि वाट् इस् द बिग् डील्? किं किमपि स्थानिवत् आदेशः वा अच परस्मिन् पूर्वविधौ वा, वाट् इस् द बिग् डील्? रिसल्ट् इस् द सेम् नो? वृद्धिः न भवति, तर्हि एतत् कोऽपि चिन्तनं कर्तुं शक्नोति. सो इस् देर् लैक् अ कौण्टर् एक्साम्पल् अस्ति वा येन स्थानिवत् आदेशः इति कुर्मश्चेत् दोषपूर्णरूप भवति, अतः परस्मिन् पूर्वविधो कुर्मः चेत् दोषपूर्व सम्यक् रूप भवति इति वा अस्ति चेत् अस्माकं चिन्तनस्य तत्र महत्त्वम् अस्ति खलु. इफ् यू केन् फैण्ड् अ कौण्टर् एक्साम्पल् टु से देट् इफ् यु यूस् वन् वे आफ् डूयिङ्ग् स्थानिवत् आदेशः वि विल् गेट् डिफ्रेण्ट् रिसल्ट् वन् रिसल्ट् and other way if we do there will be a different result, then it makes sense to do so much thinking kalu tadeva asti idani sari avachanti va am mode astu tari idanim agre vijay mode patatu astya sarvasya shravanantaram api am mahodaya astya sarvasya shravanantaram api यदि कोऽपि न मन्यते यत् अशास्त्रीयप्रसङ्गे स्थानिवत् आदेशौ अनल् विधौ इत्यनेन स्थानिवत् भावः न भवेत् तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवत् भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम् अग्रे उच्यते. अन्यथा नायक इत्यत्र ईकार स्थानिकस्य ऐकारस्य अयादेश न आपत्तेः ईकारे स्थानिनि सति आया भावस्य दृष्टत्वेन तस्य अपि ऐकारे अतिदेशप्रसङ्गात् अचः परस्मिन् इत्यत्र अशास्त्रीयप्रसङ्गे अयादेशः अनापत्तेः स्थानिवत् भावः मन्यते चेत् समस्या प्रमाणिता. ऐकारे अतिदेशप्रसङ्गात् आय भावस्य दृष्टत्वेन स्थानिवत् भावः न करणीयः. स्थानिवत् आदेशौ अनल् विधौ इत्यनेन स्थानिवत् भावः अशास्त्रीये कार्ये न भवति इति ज्ञेयम्. अत्र इतःपर्यन्तं कत् धातोः कथ इति अस्ति चेत् अत्र किं किं भवति इति वृद्धिः भवति वा अकारलोपः भवति वा अतो लोपः इत्यनेन एतत् वयं दृष्टवन्तः. इदानीम् अत्र अशास्त्रीयप्रसङ्गे स्थानिवत् आदेशौ अनल् विधौ इत्यनेन स्थानिवत् भावः न भवेत् इति इदानीम् एव वयं दृष्टवन्तः. अत्र अन्य कोऽपि उदाहरणमपि अत्र दत्तं नायक इति अत्र नायक इति नुल् प्रत्ययान्तं नी इति धातुः अस्ति. अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र गुणः भूत्वा ने इति भवति, अनन्तरम् अयादेशः भूत्वा नाय् भवति. लुडन्तं न किं किं वदति ल्युट् ल्युट् कुतः आगच्छति भवतु नायकः इति अकः आगच्छति युवर् अनाकौ इत्यनेन. अत्र नी इति अस्ति खलु उदाहरणरूपेण अस्ति अस्ति अत्र एव अस्ति. अस्तु नी योगः नुल् अस्ति युवर् अनाकौ ऊ स्थाने अक आदेशः भवति. इदानीम् अचोयि निति इत्यनेन धात्वन्ते अचः वृद्धिः ईकारस्य स्थाने वृद्धिः भवति नै इति नैयोगः अक. इदानीं येचो एव यावः इत्यनेन आय् आदेशः भवति नाय् इति भवति. नायोगः अक नायक इति भवति. अत्र किमस्ति चेत् अन्यथा नायक इति ईकारस्य स्थाने नी इति भवति खलु, अत्र ईकारस्य स्थाने ऐकारः आदेशः भवति. किं सूत्रेण? अचोङ् निति इति सूत्रेण. अत्र एतत् ऐकारस्य अयादेशः भवति. ईकारे स्थानिनि सति सप्तमी अत्र भूत्वा ईकारे स्थानि सति, परन्तु अत्र आयभावस्य दृष्टत्वेन तस्य ऐकारः अति अत्र ऐकारः भवति. नी इति इत्यनेन अचोनिति इति सूत्रेण नै इति भवति. अत्र किम् अस्ति चेत् एतत् अचः परस्मिन् इति अत्र तु स्थानिनी शास्त्रीयकार्यम् अत्र भवति इति तत्र दत्तम्. अयादेशः अपि अत्र स्थानिवत् भावेन अत्र अभवत्, परन्तु अत्र समस्या किम् अस्ति चेत् ऐकारे अतिदेशप्रसङ्गात् आय इति एचो यव यावः इत्यनेन आय इति भावस्य दृष्टत्वेन अत्र स्थानिवत् भावः भवति, परन्तु अत्र न करणीयः इति न, एतत् कृतमेव अत्र ईकारस्य स्थाने ऐकारः आदेशः भवति, परन्तु स्थानिवत् आदेशौ अनल् विधौ इत्यनेन स्थानिवत् भावः अशास्त्रीये कार्यं न भवति इति ज्ञेयम्. अत्र एतत् अभवत् एव, ईकारस्य स्थाने ऐकारः भवति, अत्र स्थानिवत् भावः ईकारस्य स्थाने ऐकारः भवति खलु. इदानीं स्थाने अस्ति ईकारः, आदेशः अस्ति ऐकारः, तर्हि अत्र स्थानिवत् भावः अनल् विधौ इति सूत्रं कार्यं करोति चेत् यत् ऐकारः अस्ति तद् ईकारवत् एव अस्ति खलु. नाम यत् एचो यवायावः इति सूत्रम् अस्ति तद् ईकारमेव पश्यति, ऐकारं न पश्यति. ईकारम् एव पश्यति, ऐकारं न पश्यति चेत् अयादेशः न भवितुं शक्नोति, नायकः इति रूपं न भवितुं शक्नोति खलु, न भवति. किमस्ति नियोगः अक्, तत्र अचोन्निति नैयोगः अक् भवति. इदानीं यः ऐकारः अस्ति तद् ईकारवत् अस्ति न वा इति प्रश्नः अस्ति. यदि स्थानिवत् भावः अनल्विधौ इति सूत्र अत्रापि अल्विधिः नास्ति, अतः स्थानिवत् भावः अनल्विधौ इति सूत्रेण यद् ऐकारः अस्ति तद् ईकारवत् भवितुं शक्नोति. ईकारवत् भवितुं शक्नोति चेत् अग्रे एचो यव यावः इति सूत्रस्य प्रसक्तिः एव न भवितुं शक्नोति, यतोहि अत्र एच प्रत्याहारस्य वर्णः एव नास्ति. तर्हि अत्र अपि एचो यव याव इति सूत्रस्य निषेधः भवति, विधानं नास्ति, निषेधः अस्ति, अतः अशास्त्रीयप्रसङ्गः अस्ति. अशास्त्रीयप्रसङ्गः अस्ति अतः पुनः स्थानिवत् आदेशः अनल्विधौ इति सूत्रं कार्यं न कर्तुं शक्नोति, तस्य प्रसक्तिः एव नास्ति. तस्य प्रसक्तिः नास्ति चेत् यद्यपि अल्विधिः नास्ति परन्तु तथापि स्थानिवत् आदेशः नास्ति. ऐकारः यत् अस्ति तत् ईकारवत् नास्ति, ऐकारः ऐकारः एव तिष्ठति. ऐकारः एव तिष्ठति चेत् नैयोगः इति नायकः, अतः नायक इति शब्दस्य उदाहरणं दत्तं यत् कथयति मध्ये स्थानिवत् आदेशः करोतु वा अचपरस्मिन् करोतु वा उभयत्र कथयति एव रूपं भवति, परन्तु नायकमध्ये यदि स्थानिवत् आदेशः इति सूत्रं कार्यं करोति चेत् नियोगः अक् नायक इति न भवितुं शक्नोति, दोषपूर्णरूपं भवति. स्थानिवत् आदेशः अनर्विधौ इति कार्यं न करोति चेदेव नायकः भवितुं शक्नोति इति अस्ति. अतः अत्र अस्माकं बृहत् चिन्तनस्य महत्त्वम् अस्ति. सर्वे अवगच्छन्ति वा? आं महोदय, इतोपि स्पष्टीकरणार्थम् अत्र अधः अपि दत्तं किञ्चित् इतोपि. अत्र यदि स्थानिवत् आदेशौ अनिल् विधौ इति सूत्रेण ऐकारस्य स्थानिवत् भावः स्यात् तर्हि नियोगः अख इति दृश्येत. तदा भवति चेत् एचो यव यावः इत्यनेन आय् आदेशः न स्यात्. ईकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति. अतः एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवत् भावात् तत्र स्थानिवत् आदेशौ अनल्विधौ इति सूत्रेण स्थानिवत् भावः न भवति. इतः इदानीम् एतत् विषये एव भवान् अत्र उक्तवान् अत्र ई एव तिष्ठति इति, ऐकारः न तिष्ठति इति. स्थानिवत् भावः भवति, ऐकारस्य किम् अत्र भवति चेत् एचो एव यावः इत्येन इत्यनेन एव आयादेशः भवति, परन्तु शास्त्रचिन्तनम् अत्र अप्रवृत्तिः भविष्यति चेत् अत्र इष्टं रूपं न आगच्छति एव, एतत् अस्माकं कृते न सेत्स्यति। इदानीम् अत्र एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते अत्र स्थानिवत् भावात् अत्र किं भवति चेत् अत्र स्थानिवत् आदेशौ अनल्विदौ इति सूत्रेण अत्र स्थानिवत् भावः न भवति इति तत्र दत्तम्। अतः तावदेव तिष्ठति खलु महोदय, अयादेशः न भवति भवति इति नाम अत्र स्थानिवत् भावः अनुविधति, कार्यं न कर्तुं शक्नोति, यद्यपि अल्विधिः नास्ति यतोहि तेन विधानं न भवति परन्तु निषेधकार्यं भवति, अशास्त्रीयकार्यं भवति, अतः तेन तस्य प्रसङ्गः नास्ति। तस्य प्रसङ्गः नास्ति चेत् आदेशः स्थानिवत् न भवति, नाम ऐकारः इकारवत् न भवति, अतः ऐकारः ऐकार एव तिष्ठति, ऐकार ऐकार एव तिष्ठति चेत् एचो यवायावः कार्यं करोति, कार्यं करोति चेत् नायक इति सम्यक् रूपं निष्पद्यते। अस्तु महोदय, अग्रिमवर्गे अपि एतत् नी नायकः इति पदं स्वीकृत्य अत्र इतोपि पठनीयं खलु महोदय? अत्र प्रकृतौ स्थानिवत् आदेश अनलिद एतत् अग्रे अपि किञ्चित् इदानीं पठनीयं यत् अच परस्मिन् पूर्वविधौ इति सूत्रस्य अत्र कापि चिन्तनं करणीयं वा इति कोऽपि वदतु, अत्र अच परस्मिन् पूर्वविधौ कार्यं कर्तुं शक्नोति वा? अत्रैव उक्तं खलु महोदय, एतत् अशास्त्रीयस्थानिवत् भावः जायते इति अचः परस्मिन् पूर्वविधौ इति चिन्तयतु। अत्र अत्र अच परस्मिन् पूर्वविधौ अत्र सूत्रस्य आवश्यकता अस्ति वा न वा, नाम तस्य प्रसक्तिः एव अस्ति न वा? स्थानिवद् भावः अनल्विधौ इति सूत्रस्य तु अत्र चिन्तनं नास्ति, यतोहि अशास्त्रीयकार्यम् अस्ति। इदानीम् अच परस्मिन् पूर्वविधौ इति सूत्रस्य अत्र चिन्तनस्य आवश्यकता अस्ति वा? नास्ति। किमपि किमर्थम्? अत्रैव दत्तं महोदय, प्रकृतौ इति पेराग्राफ् मध्ये परिच्छेदः मध्ये परिच्छेदं त्यजतु, भवती चिन्तयतु, अस्माभिः अच परस्मिन् पूर्वविधौ इति यत् सूत्रं पठितं तस्य अर्थः यदस्ति तेन अत्र तस्य सूत्रस्य चिन्तनस्य आवश्यकता एव अस्ति न वा इति चिन्तयतु। अत्र अच परस्मिन् पूर्वविधौ इति सूत्रस्य प्रसङ्गः एव अस्ति न वा इति चिन्तयतु। न न खलु, तत्र परस्मिन् नास्ति, परकार्यं नास्ति खलु, अतः परस्मिन् पूर्वविधिः नास्ति खलु, पूर्वविधिः नास्ति खलु, पूर्वविधिः एव नास्ति खलु। नञ् योगः अक् मध्ये आय् आदेशः अस्ति, तद् वस्तुतः ऐ नाम तत्र ऐ इति यत् अस्ति तस्मात् पूर्वं नास्ति खलु, पूर्वविधिः नास्ति, नकारस्य स्थाने कां नास्ति, नकारस्थाने नास्ति, पूर्वविधि नकारस्थाने किमपि कार्यं चेत् तत् पूर्वविधि भवितुमर्हति, तादृशं नास्ति, नकारस्थाने किमपि नास्ति, अग्रे एव अस्ति, अतः अच परस्मिन् पूर्वविधि इति सूत्रस्य वस्तुतः चिन्तनस्य आवश्यकता एव नास्ति। स्थानिवद् आदेशः अनल्विधौ तत्र तस्य चिन्तनं भवितुं शक्नोति, परन्तु तदपि अत्र प्रसक्तं नास्ति यतोहि अशास्त्रीयकार्यमस्ति। अतः केनैव सूत्रेण अत्र आदेशः स्थानिवत् नास्ति, अतः ऐकारः ऐकारमेव तिष्ठति, नायकः एव भवति इति अस्ति। अवसन्ति वा महोदय? किञ्चित् वस्तुतः शास्त्रीय यत् अस्ति शुद्धशास्त्रीयरूपेण सर्वत्र यत्र कुत्रापि आदेशः भवति तत्र चिन्तनीयम् अत्र स्थानिवत् आदेशसूत्रस्य प्रसक्तिः भवति वा, अच परस्मिन् पूर्वस्वपि सूत्रस्य प्रसक्तिः वा, परन्तु बहुत्र वयं तादृशचिन्तनं न कुर्मः, यतोहि बहुत्र तस्य वस्तुतः आवश्यकता नास्ति, परन्तु वयं रूपं जानीमः तत्र कुर्मः अस्ति यदा यदि वयं रूपं न जानीमश्चेत् वयं तत् तादृशं चिन्तनस्य अपेक्षितम् आवश्यकता अस्ति आमां सत्यं अस्ति अतः तत्र तादृशगूढचिन्तनं वयं न कुर्मः परन्तु वस्तुतः करणीयं यत्र यत्र आदेशः अस्ति तत्र तत्र वस्तुतः चिन्तनीयम् ओ अत्र अल्विधिः अस्ति वा अत्र स्थानीयवत् अभावः अस्ति वा अत्र अच परस्मि पूर्वविधौ करणीयं वा वस्तुतः एतत् सर्वं चिन्तनीयं परन्तु वयं न कुर्मः यतोहि बहुत्र वयं जानीमः रूपं किम् अस्ति अथवा बहुत्र तादृश नाम जटिलकार्यं नास्ति सरलकार्यमेव अस्ति अतः तत्र चादृशचिन्तनस्य आवश्यकता नास्ति इति अस्ति नाम किमस्ति अत्र नदीयो यदि योगः अपि यद्यपि अत्र इकारस्य स्थाने यकारः भवति इकोयणचि सूत्रेण तत्र इकोयणचि इति सूत्रे अत्र स्थानीयवत् आदेशः अनल्विधौ इति सूत्रस्य चिन्तनस्य आवश्यकता अस्ति वा अच परस्मिन् पूर्वविधसूत्रस्य चिन्तनस्य आवश्यकता अस्ति वा वस्तुतः सर्वं करणीयं मनसि परन्तु वयं न कुर्मः अतः एव सरल सरलकार्येषु तत्तादृशचिन्तनस्य आवश्यकता नास्ति परन्तु यत्र कुत्रापि भ्रमः अस्ति तत्र तु एतादृशचिन्तनस्य अपेक्षा अस्ति करणीयमपि यथा कथयति मध्ये एतादृशचिन्तनस्य अपेक्षा अस्ति अतः अस्माभिः तादृशचिन्तनं कृतं यदि वयं तादृशचिन्तनं न कुर्मश्चेत् कथयति इति दोषपूर्णं रूपं भवति तदपि वयं तत्रापि वयं प्रोग्राम् कुर्मः चेत् तत्र भवति खलु तत्र तादृश प्रोग्रामिङ्ग् एतत् चिन्तनम् आवश्यकमस्ति प्रोग्रामिङ्ग् तत्रापि वयं जानीमः वस्तुतः जानीमः यत् कथयति इति दोषपूर्णरूपम् अस्ति अतः वयं रिवर्स् चिन्तनं कुर्मः यत् ओ अत्र अत्र परस्मिन् पूर्वविधौ करणीयं यदि इफ् यु डिण्ट् नो यट् कथयति इस् राङ्ग् कथयति इस् रैट् और् इफ् यु डिण्ट् नो यट् कथयति इस् राङ्ग् वि विल् जस्ट् डू कथयति विदौट् इवन् थिङ्किङ्ग् अबौट् आल् दिस् एण्ड् देट् विल् बि इन्करेक्ट् सो टेक्निकलि वि शुड् थिङ्क् अबौट् आल् दिस् बट् इन् मोस्ट् केसेस् इट् इस् नाट् रिक्वैर्ड् बट् इन् सम् केसेस् वेर् इट् इस् रिक्वैर्ड् एण्ड् इफ् यु डोण्ट् डू एण्ड् इफ् यु डोण्ट् नो दि करेक्ट् form a priori, then we will definitely end up making a mistake. Iti tasya chintanasya samkshepa hasti. Astu. Tahi sarve avagachanti khalu idanim paryantam. Idanim agre kinchideva avashishta mita khatamaha iti avashishta hasti. Tadanantara पाठस्य समाप्तिः भवति तत्र अग्रिमसप्ताहे एतत् पाठं समाप्य नूतनपाठम् आरभ्यामः अस्तु प्रश्नः अस्ति वा अस्तु महोदय अस्तु धन्यवादः धन्यवादः